अस्तु, कालस्य विषये चर्चा प्रवर्तते, तत्र अतीतादिव्यवहारहेतुः कालः, स च एको विभू नित्यञ्च इति परिशीलितम् अस्माभिः। तत्र अतीतादिव्यवहारहेतुः इत्युक्ते अतीतः, घटः इत्यादृशः इत्यादृशः व्यवहारः भवति कालस्य प्रसङ्गे। अतीतः घटः इत्युक्ते घटः अधुना नास्ति, तस्मिन् समये एकः प्रश्नः आसीत्, अतीतत्वं केन सम्बन्धेन भवति घटे इति। तर्हि अतीतत्वम् इत्युक्ते घटः आसीत्, इदु अधुना नास्ति परन्तु भूतकाले आसीत्, तस्य अर्थः कः इत्युक्ते इदानीं नास्ति, नाम इदानीम् अभावः अस्ति। तर्हि यः कोऽपि अभावः केन सम्बन्धेन भवति कस्मिंश्चित् वस्तुनि? स्वरूपसम्बन्धेन। स्वरूपसम्बन्धेन अतीतत्वम् अपि कश्चन अभावः अस्ति। किं सूचयति अतीतत्वम्? अधुना नास्ति वस्तु, किन्तु आसीत् इति सूचयति। तदर्थम् अतीतत्वं केन सम्बन्धेन भवितुम् अर्हति? स्वरूपसम्बन्धेन। स्वरूपसम्बन्धेन एव, यतोहि अतीतत्वम् इति अपि अभावः अस्ति। अनन्तरं विद्यमानत्वं नाम इदानीं घटः इति यदा वदामः, तत्र अथवा घटः अस्ति इति यदा वदामः, तस्य अर्थः भवति यत् अधुना घटः अस्ति, घटः अतीतः नास्ति, घटाभावः नास्ति, अधुना अस्ति घटः। तर्हि विद्यमानत्वं भवति, घटः विद्यते इति वदामश्चेत् तत्र घटस्य विद्यमानत्वम् अस्ति। विद्यमानत्वमपि एका जातिः, पूर्वं यदा वयं संयोगसम्बन्धविषये चर्चां कृतवन्तः, तत्र सत्त्वम् अथवा सत्ता इति जातिः आसीत्, तथैव विद्यमानत्वम् इत्युक्ते सत्त्वम् अस्ति इत्यस्य भावः, सत्त्वम् अथवा सत्ता, सत्ता नाम्ना जातिः अस्ति। तर्हि जातिव्यक्त्योः मध्ये कीदृशः सम्बन्धः भवति? समवायसम्बन्धः। समवायसम्बन्धः भवति। घटः, घटः सन् इति यदा वदामः, तत्र सत्त्वजातिं सूचयति तादृशं वाक्यं। तदर्थं विद्यमानत्वं घटे समवायसम्बन्धेन भवति इति प्रथमः विषयः। व्यक्तित्वम् अर्थं किं जाति व्यक्त्यो? इदानीं घटत्वम् इति एका जातिः अस्तु, तस्मिन् घटः इति व्यक्ति आम् ओके, तस्याः जात्याः सदस्यः इति वक्तुं शक्नुमः। आम् धन्यवादः। अस्तु, विद्यमानत्वं समवायेन भवति। अधुना भगिनी क्षम्यतां, प्रथम अंशः आसीत् विद्यमानत्वेन विद्यमानत्वं समवायेन घटे भवति। अस्तु, घटः सन् इति वदामश्चेत् तत्र सत्ता जातिः अस्ति खलु? आम्। अस् धातोः शत्रन्तरूपम् अस्ति सन् इति। अस्तु, सन् इत्युक्ते सत्त्वं, सत्ता जाति अथवा विद्यमानत्वं, स जाति व्यक्त्योः मध्ये समवायसम्बन्धः इति कृत्वा घटे विद्यमानत्वं समवायेन भवति। अनन्तरम् इदानीं घटः इति वदामः चेत्, इदानीं घटः अस्ति इति वदामश्चेत् तत्र विद्यमानत्वम् इति कालविशिष्टपदं भवति। इदानीं घटः इति वदामश्चेत् तत्र तदा विद्यमानत्वं कालिकसम्बन्धेन भवति घटे। तर्हि कस्मिन् अर्थे वदामः इत्यपि द्रष्टव्यं भवति। घटः सन् इति वदामश्चेत् सत्तानाम्ना जातिः समवायसम्बन्धेन घटे भवति, अथवा विद्यमानत्वं सत्त्वं सर्वं समानमेव. मैक्रो क्षम्यतां हेड्फोन्स् वा किमपि अस्ति वा स्पीकर् मध्ये कोऽपि अस्ति किं प्रतिध्वनिः श्रूयते तर्हि कृपया स्पीकर् मास्तु. अस्तु, विद्यमानत्वं समवायेन भवति घटे सत्ता नाम्न जातिः यदा भवति घटः सन् इति शब्दप्रयोगः भवति चेत् इदानीं घटः अस्ति इति प्रयोगः अस्ति चेत् तदा विद्यमानत्वं कालिकसम्बन्धेन भवति कालविशिष्टत्वं भवति तत्र इदानीम् इत्यस्य वदनेन. तर्हि कालिकसम्बन्धेन अथवा समवायसम्बन्धेन भवति विद्यमानत्वं. किन्तु अतीतः घटः इति यदा वदामः तस्मिन् प्रयोगे तु अधुना घटः नास्ति इति अभावः दृश्यते. यथा सामान्यम् अभावः वस्तुनि स्वरूपसम्बन्धेन भवति तदर्थम् अतीतत्वं स्वरूपसम्बन्धेन घटे भवति इति अस्ति. किन्तु वयं पठितवतः काले अपि अतीतम् अस्ति वा काले निष्ठकारणता निरूपित वयं पठितवन्तः वा परन्तु शब्दप्रयोगे ज्ञानं भवति घट अतीत इति ज्ञानम् अस्ति वा तत् ज्ञानं शब्दप्रयोगे चित्रं निर्माति चेत् तत्र कालः इति जनकः अस्ति. कालः कस्य जनकः भवति? कालः शब्दप्रयोगस्य जनकः भवति. अस्तु, शब्दप्रयोगः किं भवति? अतीतः घटः इति चिन्तयतु. तर्हि तेन शब्दप्रयोगेन अस्माकं ज्ञानं भवति घटः आसीत् इति ज्ञानं. तर्हि कालः जनकः अथवा कारणम् अस्ति शब्दप्रयोगं प्रति. शब्दप्रयोगः कारणमस्ति ज्ञानं प्रति. तर्हि काले जनकता अस्ति, शब्दप्रयोगे जन्यता जनकता उभे अपि स्तः, ज्ञाने जन्यता एव अस्ति. अस्तु, परन्तु ज्ञानं कीदृशं? ज्ञानम् एतादृशस्य ज्ञानस्य कृते कालः नाम्ना कश्चन द्रव्यम् अपेक्षितम्. अस्तु, अतीतः घटः इति वदामश्चेत् अतीतः इति कालसूचकम् अस्ति, कालस्य सूचकः. अतीतः तत्र अतीतत्वम् इति यद् विशेषणम् अस्ति तद्विशेषणं घटे भवति. घटे भवति, परन्तु अतीतत्वम् इत्यस्य वदनेन तत्र घटस्य अभावः अस्ति अधुना इति सूचितः भवति. तर्हि अतीतत्वमपि अभावः. अतीतत्वं यथा अभावाः वस्तुषु भवन्ति स्वरूपसम्बन्धेन, अतीतत्वमपि घटे स्वरूपसम्बन्धेन भवति. अवगच्छामि. अस्तु, नूतनतया केन केन आगतं? नामानि उच्यन्ताम्. लक्ष्मी अस्मि अत्र. अस्तु, वर्धिनी भगिनी, लक्ष्मी भगिनी, अनन्तरम् अन्य कोऽपि? नमस्ते भगिनी, अखिला अस्मि. अखिला भगिनी, अस्तु अस्तु. इति प्रश्नः आसीत् अतीतत्वं केन सम्बन्धेन भवति? तत्तु स्वरूपसम्बन्धेन भवति. तदनन्तरं कालविषयस्य काले इतोपि चर्चा आसीत्. तत्र कालः तु विभुः, महाकालः विभुः अस्ति. तस्य आदिः अन्त्यः किमपि न भवति. तादृशकालस्य व्यवहारयोग्यता न भवति. नाम व्यावहारिकरूपेण तादृशस्य कालस्य किमपि प्रयोजनं न भवति इत्यनेन कालस्य सङ्कोचकरूपाणाम् आवश्यकता अस्ति. सङ्कोचकरूपं नाम कालस्य लघ्वीकरणं, कालस्य सङ्कुचितमानम् अपेक्षितम्. महाकालस्य सङ्कोचरूपस्य अपेक्षायां कालोपादयः निर्मिताः. ते च कालोपादयः के इति कोऽपि वदन्ति वा? कार्यरूपेण कालोपधाय कार्यरूपेण क्रियारूप क्रियारूपेण सूर्यस्य भ्रमणं इति एक घटिका लम्बकम् अतः क्वार्ट्स् अवर् ग्लास् जलसकिता साधन हा उत्तमं तत्र एतानि यन्त्राणि कालस्य मापनार्थं परन्तु यन्त्रेषु अपि काचन क्रिया भवति एव यथा घटिकायां शरस्य अग्रे गमनं निमेषशरस्य अग्रे गमनम् इति क्रिया अपि च सूर्यस्य भ्रमणम् इति क्रिया ताः क्रियाः स्वीकृत्य कालस्य उपादयः स्थापिताः उपादयः नाम ताः क्रियाः कालस्य प्रतिनिधिः अभवन् अस्तु तथैव यथा क्रियाः कालस्य उपादयः अभवन् तथैव क्रिया येन अनुभूतः इत्युक्ते कस्यचित् वस्तुनः जननं भवति चेत् जननम् अथवा आरम्भम् इति अपि एका क्रिया अस्ति तादृशं वस्तु यस्य जननं भवति तदपि क्रिया सः अपि क्रियायाः प्रतिनिधिः भवति यदा क्रियायाः प्रतिनिधिः भवति तदा कालस्य उपाधिः भवितुम् अर्हति तर्हि क्रिया अपि च क्रिया येन अनुभूतः अथवा किमपि जन्यं यस्य जन्म भवति यस्य आरम्भः भवति तादृशवस्तु अपि कालस्य उपाधिः भवति उदाहरणत्वेन वयं दृष्टवन्तः खलु गृहनिर्माणमिति एका क्रिया अस्ति हा गृहनिर्माणक्रियानन्तरं किं जायते गृहं जायते तद्गृहं भवति कालस्य उपाधिः सप्तत्योत्तर एकसहस्रतमे वर्षे एकं गृहं निर्मितं चेत् तदपि कालस्य उपाधिः भवति तर्हि केवलं क्रिया इति न येन क्रिया अनुभूतः सः अपि कालस्य उपाधिः भवति अपि च तस्मिन् कालोपाधि अनन्तरं समानकालिकानाम् अधिकरणत्वम् अपि भवति इति अद्यापि किञ्चित् अग्रे पठेमः अनन्तरम् अन्यः एकः विषयः आसीत् अधिकरणत्वावगाहिप्रत्ययः इति अस्तु भूतले घटः चत्वरे गौः इत्यादीनि यदि वदामः तत्र अधिकरणस्य भानं भवति सप्तमीविभक्त्याम् एकं पदमस्ति तत्र भूतले इति सप्तमीविभक्ति चत्वरे इति सप्तमीविभक्ति तत्र अधिकरणस्य अथवा अधिकरणत्वस्य ज्ञानं भवति प्रतीतिः अस्ति तर्हि यस्मिन् ज्ञाने अधिकरणत्वं भाति अथवा प्रतीयते तादृशं ज्ञानमस्ति अधिकरणत्वावगाहि अथवा तादृशः प्रत्ययः इत्युक्ते भानम् अथवा बोधः भवति अधिकरणत्वावगाहि तर्हि इदानीं घटः इति आकारः भवति चेत् तत्र अधिकरणं किम् कालः इति अधिकरणम् इदानीं घटः इत्युक्ते समयस्य कश्चन समयसम्बन्ध कश्चन किञ्चन पदमस्ति तत्र इदानीम् इति तर्हि घटः कुत्रचित् भवति कुत्र भवति घटः इदानीं भवति काले भवति काले भवति हा तदर्थम् इदानीं घटः इत्यपि अधिकरणत्वागाही प्रत्ययः यद्यपि किमपि तत्र सप्तमी विभक्तियुक्तपदं नास्ति तथापि वयम् अवगन्तुं शक्नुमः इदानीं घटः अस्ति महाकाले अथवा तदानीं पटः आसीत् महाकाले तर्हि अत्रापि अधिकरणत्वम् अस्ति कालस्य तर्हि प्रश्नः उदेति कालः अधिकरणं चेत् केन सम्बन्धेन एते पदार्थाः काले भवन्ति इति तत्र वदतु भगिनि कालिकसम्बन्धेन तात्कालिकसम्बन्धेन एव भवितुम् अर्हति, यतोहि समवायसम्बन्धः तु न भवितुम् अर्हति. यत् समवायसम्बन्धः कुत्र कुत्र भवति कोऽपि वदति वा? गुणगुणिनो, जातिव्यक्तयो, अवय अवयनो, क्रियाक्रियवतोः मध्ये अनन्तरं विशेषणनित्यद्रव्यं परमाणुषु विशेषणं भवति, तत्रापि समवायसम्बन्धेन भवति. तर्हि तत्र पञ्चयुगलानि तत्रैव समवायः भवति. अधुना नूतनः सम्बन्धः अपेक्षितः, यतोहि काले यत्किमपि वर्तते तत्तु समवायेन वा अथवा संयोगेन वा न भवितुमर्हति इत्यत्र इति कृत्वा कालिकसम्बन्धः इति नूतनः एकः सम्बन्धः अपेक्षितः. तर्हि कालस्य प्रसङ्गे चर्चा भवति चेत् प्रथमं कालसङ्कोचक उपादयः के इति ज्ञातव्याः भवन्ति. अनन्तरं कालिकसम्बन्धः ज्ञातव्यः भवति. अनन्तरं कालस्य सर्वाधारत्वम् अपि ज्ञायते, नाम यं कमपि पदार्थं स्वीकुर्मः तद् सः पदार्थः महाकाले वर्तते एव, अपि च सः पदार्थः अथवा द्रव्यं मूर्तद्रव्यं भवतु अथवा विभूद्रव्यं भवतु सर्वं काले वर्तते इत्यतः कालस्य सर्वाधारत्वम् अस्ति. अस्तु, तदनन्तरम् इतोपि एकः प्रश्नः आगतः, यथा कालः सर्वाधारः आकाशः अपि तथा अस्ति वा इति. तर्हि वयं जानीमः एव विभूद्रव्याणि सर्वेषां मूर्तद्रव्याणां संयोगिनः भवन्ति इति. विभूद्रव्यम् इत्युक्ते मूर्तद्रव्यसंयोगि. मूर्तद्रव्यम् इत्युक्ते किं कोऽपि स्मरति वा? ये अनित्याः. अस्तु, अनित्याः. अनन्तरं येषु क्रिया भवति. हा हा, सत्यं, येषु क्रिया भवति, क्रियाश्रयाणि मूर्तद्रव्याणि. नाम पृथिवी इति अस्ति, पृथिव्यां गमनक्रिया भवितुम् अर्हति, जले अपि तथा अस्ति, तेजसि अपि तथा, किमपि कापि क्रिया भवति, क्रियायाः आश्रयः अपि च अनित्याः च, ते मूर्तद्रव्याणि. सर्वेषां मूर्तद्रव्याणां संयोगः भवति विभुद्रव्येषु, काले अपि च आकाशे, दिशि, आत्मनि, एते चत्वारि विभुद्रव्याणि. सर्वेषां मूर्तद्रव्याणां संयोगः विभुद्रव्येषु तु भवत्येव, परन्तु भगिनि क्षम्यतां, प्रश्नः, मनः नित्यं वा अथवा अनित्यद्रव्यं वा? मनः नित्यद्रव्यम् अस्ति भगिनि, परन्तु विभुद्रव्यं नास्ति. ओ अस्तु अस्तु, मनः नित्यमेव परन्तु विभु नास्ति, यतोहि मनः अपि क्रियाश्रयः. अनन्तरं मनः विभुद्रव्यावत् सर्वव्यापी अपि नास्ति खलु इति. तर्हि मनः मूर्तद्रव्यम् अस्ति नित्यमपि, परन्तु विभुद्रव्यं नास्ति. अस्तु, तर्हि आकाशस्य का गति इदानीम्? आकाशः अपि सर्वाधारः वा इति प्रश्नः. आकाशे यद्यपि मूर्तद्रव्याणां संयोगः भवति, तथापि आकाशे विभुद्रव्याणां संयोगः न भवति. तर्हि इदानीं वयं चिन्तयामश्चेत् आकाशे कालः अथवा दिक् अथवा आत्मा भवति इति चिन्तयामश्चेत् तत्र प्रश्नः आगच्छति, केन सम्बन्धेन इति. तत्र किमपि उत्तरम् अस्ति वा? आकाशे विभुद्रव्याणि, आकाशे कालः, दिक् अथवा आत्मा इति विभुद्रव्यं भवति हा भवति इति चिन्तयामश्चेदपि केन सम्बन्धेन इति प्रश्नः भवति किल. तत्र न कोऽपि उत्तरं प्राप्यते. परन्तु वयं जानीमः यत् काले सर्वं भवति कालिकसम्बन्धेन. तर्हि काले नित्यद्रव्यम् अपि विभुद्रव्याणि अपि भवन्ति कालिकसम्बन्धेन इति कृत्वा कालः आधारः सर्वेषाम् इति अस्ति. परन्तु आकाशे विभुद्रव्याणां संयोगः न भवति. आकाशे विभुद्रव्याणां संयोगः अनङ्गीकृतः इत्यतः आकाशस्य सर्वाधारत्वं नास्ति. कालस्य एव सर्वाधारत्वं यतोहि काले मूर्तद्रव्याणि विभुद्रव्याणि च कालिकसम्बन्धेन भवन्ति इत्यतः. भगिनी, आकाशमपि अनादिः अनन्तः किल? सत्यम्. अस्तु, अतः कथम् अहं जानामि काले भवति इति वदामः, किन्तु कथम् आधारः कः? ऐ मीन् तत् वाक्यस्य. अस्तु अस्तु, तर्हि इदानीम् एवं चिन्तनीयम्. अस्तु, काले कालिकसम्बन्धेन सर्वं भवति. कालिकसम्बन्धः इति सम्बन्धः प्राप्तः. परन्तु इदानीं चिन्तयतु, आकाशे कालः केन सम्बन्धेन भवति? अस्तु, तथा न वदामः. हा, तत्र कोऽपि सम्बन्धः एव नास्ति. परन्तु आकाशे घटः केन सम्बन्धेन भवति? आकाशे घटः संयोगसम्बन्धेन. संयोगसम्बन्धेन. अस्तु, तदर्थमेव उक्तं मूर्तद्रव्यसंयोगे इति. सर्वे सर्वाणि विभुद्रव्याणि मूर्तद्रव्याणां संयोगः वर्तते. नाम संयोगेन मूर्तद्रव्याणि वर्तते विभुद्रव्ये आकाशे. परन्तु विभुद्रव्याणां मध्ये तादृशं परस्परसंयोगः नास्ति. तर्हि आकाशे कालः दिगात्मा संयोगेन न भवन्ति. कालः इति एव एकम् अस्ति यस्मिन् कालिकसम्बन्धेन अन्यत् सर्वं भवितुमर्हति. इति अस्ति. तर्हि मुख्यः तत्र कारणं किं, तथा सर्वाधार नास्ति इति वक्तुं कारणं किम् इति पृच्छति चेत्, विभुद्रव्याणां संयोगः न भवति. विभुद्रव्यसंयोग अनङ्गीकारः अस्ति तावदेव. किन्तु कालस्य विषये तथा नास्ति. कालस्य विषये आकाशः संयोगेन न भवितुम् अर्हति, तत्तु सत्यं. परन्तु कालिकसम्बन्धेन सर्वं भवति इति अङ्गीकारः. सत्यं. तदर्थं कालः. अतः अन्य सर्वेषु विभुद्रव्येषु कालः एव आधारः वा? आधारः अस्ति. सत्यं, कालः विभुद्रव्याणाम् आधारः, मूर्तद्रव्याणाम् अपि आधारः. सर्वे द्रव्येषु आधारकालः. सर्वेषां द्रव्याणाम् आधारः कालः. तादृशं नास्ति आकाशस्य. आकाशः मूर्तद्रव्याणाम् आधारः तु अस्ति, परन्तु विभुद्रव्याणाम् आधारः नास्ति एव. तदर्थं सर्वेषाम् आधारः नास्ति आकाशः इति कृत्वा सर्वाधारत्वम् आकाशे नास्ति. केवलं काले एव सर्वाधारत्वं कालिकसम्बन्धेन इति अस्ति. अत्र कोऽपि प्रश्नः वा? रत्ना भगिनी, अन्यत् किमपि अस्ति? न भगिनि, प्रश्नः इत्युक्ते इदानीम् अवगच्छामि, किन्तु तस्य लाजिक् किमस्ति इति न जानामि. इत्युक्ते आकाशः सर्वाधारः इति किमर्थं न वक्तुं शक्नुमः? सर्वाधारः इति वक्तुं विभुद्रव्याणि अपि स्युः आकाशे, परन्तु अस्माकम् अङ्गीकारः अस्ति यत् विभुद्रव्याणि आकाशे न सन्ति, केवलं मूर्तद्रव्याणि. किन्तु कालस्य विषये तथा नास्ति, काले विभुद्रव्यं मूर्तद्रव्यं सर्वम् अस्ति. अस्तु भगिनि. अस्तु तर्हि इतः किञ्चित् अग्रे पठेम. तर्हि कालनिलु निरूपप्रसङ्गे सर्वाधारत्वम् इति एकः विषयः, कालसङ्कोचकोपादयः, अनन्तरं कालिकसम्बन्धः इति त्रयः विषयाः निरूप्यन्ते. अधुना समकालीनाः कथं कालस्य उपाधि भूत्वा परस्परम् अधिकरणं भवन्ति इति अग्रे पठेम. सन्ध्या भगिनी पठति वा सर्वजन्यानाम् इति इत्यतः आरभ्य? सर्वजन्यानां समानकालिकानां परस्परम् अधिकरणत्वं, तदेव किल? सत्यं भगिनि. अत्र च वस्तुगत्या महाकालस्य एव सर्वाधारत्वेपि यम् उपाधिमाश्रित्य विस्तृतस्य कालस्य कालिकसम्बन्धः सिद्धः, तस्य उपाधेः अपि तेन सम्बन्धेन अधिकरणत्वं स्वीक्रियते, यथा पूर्वोक्ते उदाहरणे. परन्तु तत्र यथा अन्तरा जातं पद्मालयमादाय तदनन्तरं शिवालयः, तत्पूर्वं शारदालयः इति व्यवहारः दृश्यते, तथैव अत्यन्तपूर्ववर्ति शारदालयम् आदाय अपि ततः पञ्चभ्यः वत्सरेभ्यः अनन्तरं पद्मालयः, पञ्चभ्यः वत्सरेभ्यः अनन्तरं शिवालयः इति व्यवहारः प्रसिद्धः एव. एवम् अन्तिमं शिवालयम् आदाय ततः दशभ्यः वत्सरेभ्यः पूर्वं पद्मालयः उत्पन्नः, पञ्चदशभ्यः वत्सरेभ्यः पूर्वं शारदालयः उत्पन्नः इत्यादयोपि व्यवहाराः सार्वजनीनाम् इति पद्मालये इव इतरयोः गृहयोः कालोपाधित्वम् आगतम्. तुल्यन्यायात् सर्वेषामेव जन्यानां कालोपाधित्वम् उपाधित्वात् कालिकेन अधिकरणत्वं सिद्ध्यति, तथा च शारदालये. अस्तु भगिनि, किञ्चित् वदतु इदानीम्. अत्र वाक्यद्वयं प्रथमं पठित्वा किञ्चित् अत्र च वस्तुगत्या अत्र च वस्तुगत्यम् अस्तु. तर्हि यथा महाकालस्य सर्वाधारत्वम् अस्ति, तर्हि तत् अतः सर्वस्यापि कालिकसम्बन्धः अस्ति तत्र महाकालेन. तर्हि तत् स्वीकृत्य तस्य कालस्य उपाधिं तत्र दर्शयितुं शक्नुमः. यथा उदाहरणमस्ति तत्र शारदालयः, पद्मालयः, शिवालयः इति तत्र गृहत्रयं वा आलयत्रयम् इति अस्ति. तर्हि समानकालिक आलयाः, अतः शारदालयस्य उपयोगं कृत्वा पद्मालयस्य, शिवालयस्य विषये, कालस्य विषये वक्तुं शक्नुमः. तथैव परस्परमपि भवितुम् अर्हति, पद्मालयस्य उपयोगेन शारदालयस्य, शिवालयस्य कालः, शिवालयस्य उपयोगेन शिवालयस्य कालस्य उपयोगेन शारदालयस्य, पद्मालयस्य अपि कालस्य विषये वक्तुं शक्नुमः. तत्र तुल्यन्यायः अस्ति इति तस्य आधारेण. तस्य आधारेण किं साधितम्? उपाधिः कुत्र कुत्र अस्ति अधुना? उपाधिः काले एव अस्ति इति मन्ये. अथवा अहम् अन्यथा पृच्छामि, क्षम्यतां प्रश्नं. तत्र अत्र उपाधयः के? उपाधयः अत्र शारदालयः, पद्मालयः, शिवालयः च. शिवालयः च, अस्तु. तर्हि केवलं केवलं क्रिया न, परन्तु उपादयः अपि एते जन्याः अपि उपादयः भवन्ति. अनन्तरं तत्र प्रथमवाक्यं पश्यन्तु, तस्य उपादेः तेन सम्बन्धेन अधिकरणं स्वीक्रियते. अस्तु, उपादेः अधिकरणम् इत्युक्ते किम्? तत्र कालः एव न अपि तु तत्र कालिकसम्बन्धेन यद् वर्तते काले तस्यापि अधिकरणत्वं, सः अपि अधिकरणं भवितुम् अर्हति. उत्तमं, तर्हि सः उपाधिः अपि अधिकरणं भवति कालिकेन. कस्य कस्य अधिकरणं भवति उपाधिः? न अवगतं. समानकाले के अपि निर्मितम् अस्ति तस्य अधिकरणं भवति. सत्यम्, उपाधिः गृहम् उपाधिः अस्ति चेत् सः उपाधिः उपाधिं उपाधेः अपि अधिकरणत्वम् अस्ति इति श्रूयते चेत् तत्र प्रश्नः भवति खलु, किमर्थं तस्य अधिकरणत्वं, तद् कस्य अधिकरणम् इति प्रश्नः भवति. तर्हि गृहं कस्य अधिकरणं भवति? समानकालिकानां भवनानाम् अथवा गृहाणाम् अधिकरणं भवति. अस्तु, इति मुख्या वार्ता अस्ति. उपाधेः अपि अधिकरणत्वं स्वीक्रियते इत्युक्ते समानकालिकाः परस्परं भवन्ति समानकालिकेषु. पद्मालये शारदालयः कालिकसम्बन्धेन वर्तते, शारदालये पद्मालयः कालिकसम्बन्धेन वर्तते, शिवालये पद्मालयः कालिकसम्बन्धेन वर्तते, पद्मालये शिवालयः कालिकसम्बन्धेन वर्तते. अनन्तरं शिवालयशारदालयोः मध्ये अपि तादृशः एव कालिकसम्बन्धेन अधिकरण आधाराधेयभावः अस्ति इति विषयः. इत्येव उक्तम् अत्र समानकालिकानां परस्परम् अधिकरणत्वम् इति. भगिनी, इदानीं भवती शिक्षिका, वयं शिक्षाः, सो इदानीम् एतत् काले अधिकरणम् अधेयभावः भवति शिक्षकशिष्यपि. सत्यं सत्यं, अधुना पश्यन्तु, भवती मयि कालिकसम्बन्धेन अस्ति, अस्तु, अहं भवत्यां कालिकसम्बन्धेन अस्मि. वयं तु समकालीनाः इत्युक्ते समानकाले, प्रायः अस्माकं जन्म समानकाले न स्यात्, किन्तु अस्मिन् काले वयं तु स्मः, अस्मिन्नेव काले युगपत् स्मः. युगपत् इत्युक्ते टुगेदर्, अस्मिन् काले अट् द सेम् टैम्. तदर्थम् आवयोः अपि परस्पर अधिकरणत्वम् अस्ति कालिकसम्बन्धेन. तथैव सत्यम्, कालिकसम्बन्धेन परस्पर अधिकरणत्वं सर्वेषां समानकालिकानाम् इति अत्र विषयः अस्ति. अन्येन केनापि आगतं वा नूतनतया, यस्य नाम नास्ति मम पार्श्वे? अस्तु, तर्हि अग्रे नीता भगिनी पठति वा? आं भगिनि, समानकालिकजन्य अत्र वा? न, तथा च. तथा च किमर्थं चेत् तदेव इदानीं भवती विवरणं कृतवन्तः, अतः अहं पठतु, चिन्ता नास्ति. आम् आम्, तथा च शारदालये कालिकेन पद्मालयशिवालयौ, पद्मालये कालिकेन शारदालयशिवालयौ, एवं शिवालये कालिकेन शारदालय पद्मालयौ वर्तते इति अपि सिद्ध्यति. इत्थमेव च जगति वर्तमानानां सर्वेषामेव जन्यानां कालिकेन तत् समानकालिकजन्याधारत्वं परमाणवादि नित्याधारत्वं च सिद्धं भवति. अस्तु, उच्यतां भगिनि. तदेव शारदालयः, पद्मालयः, शिवालयः, ते समानकालिकसम्बन्धः भवति. शारदालयः, पद्मालयः, शिवालये भवति पद्मालयः शिवालयः शारदालये भवति केन सम्बन्धेन कालिकसम्बन्धेन समानकालिकसम्बन्धेन कालिकसम्बन्धेन तावदेव आम् आम् अस्तु तर्हि अत्र इत्थमेव तत्र किम् उक्तम् इत्थमेव च इत्यस्मात् आरभ्य आमामाम् इत्थमेव च जगति वर्तमानानां सर्वेषामेव जन्यानां कालिकेन तत् समानकालिक ये ये वस्तु अथवा क्रिया जन्याः भवति ते ते समानकाले ये ये भवति ते समानकालिकसम्बन्धेन ऐ मीन् कालिकसम्बन्धेन वर्तते इति कालिकसम्बन्धेन परस्परम् अधिकरणत्वं भवति तेषाम् अस्तु अनन्तरं परमाणुविषये किमपि उक्तं तर्हि तत्र किमस्ति जन्यधारत्वं परमाणुवादि नित्याधारत्वं च सिद्धं भवति तत्र तस्य अर्थः कः जानाति वा परमाणु अधिनित्य आधारत्वं परमाणुः सदा परमाणु आदिनित्यद्रव्याणि इत्येव परमाणुवादिनित्याः इत्युक्ते तावदेव अस्ति तस्य विषये किम् उक्तं तस्य आधारत्वम् आधारः कः कालः एव कालः तु अस्ति अनन्तरम् अत्र कस्य कालः सर्वेषाम् आधारः अस्तु परन्तु अस्य अत्र तु केवलं कालस्य अधिकरणत्वं न उपाधेः अधिकरणत्वमपि परमाणु आदि नित्य ते अपि कुत्र भवन्ति कालिकसम्बन्धेन पुनः न अवगतं परमाणुवादि नित्यद्रव्याणि कुत्र भवन्ति कालिकसम्बन्धेन काले तु भवन्ति एव किन्तु काले भवन्ति तत् सत्यम् अत्र कालस्य उपाधिः अपि अस्ति खलु परस्परं तर्हि आकाशे घटः अस्ति एकनिमिषः भगिनि आकाशे घटः इति न तत् अत्र कस्य अधिकरणत्वस्य विषये चर्चा अस्ति काल उपाधेः अधिकरणत्वविषये चर्चा अस्तु काल उपाधिः इत्युक्ते किं जन्यं क्रिया अपि च जन्यम् अधिकरणं भवति तद् जन्यं केषाम् अधिकरणं भवति समानकालिकजन्यानाम् अधिकरणं भवति अनन्तरं परमाणुवादिनित्यद्रव्याणि ये यानि सन्ति तेषामपि अधिकरणं भवति जन्यम् इति बुद्धं वा नीता भगिनि न न एतदेव न बुद्धं परमाणु आदि हा हा अस्तु वदामि अत्र पश्यतु इत्थमेव अस्तु तथैव जगति वर्तमानानां सर्वेषां जन्यानां कालिकेन तत् समानकालिकजन्याधारत्वं तत्तु बुद्धं खलु अस्तु इदानीं तत् समानकालिकजन्याधारत्वम् इति विस्मरति चेत् जगति वर्तमानानां जगति वर्तमानानां सर्वेषां जन्यानां कालिकेन परमाणुवादि नित्याधारत्वम् इति बुद्धं वा मध्ये यदस्ति तद् न पठति चेत् केवलं जगति वर्तमानानां सर्वेषां जन्यानां कालिकेन परमाणु आदि नित्याधारत्वं परमाणुवादि नित्याधारत्वम् इत्युक्ते परमाणवः भवन्ति जन्येषु इति अस्तु अस्तु अस्तु नाम परमाणवः नित्यद्रव्याणि सर्वदा भवन्ति खलु यदा कदापि कस्यचित् गृहस्य निर्माणं भवति तदा परमाणुः भवत्येव यतोहि परमाणु तर्हि गृहं परमाणु तदा समकालीनपदार्थाः भवन्ति सो तर्हि परमाणु भवति एव समकालीनजन्यवस्तुषु कालिकसम्बन्धेन इति. अस्तु स्पष्टं भगिनि, धन्यवादः. नास्ति चेत् अन्य कोऽपि प्रश्नः अस्ति वा अत्र भगिनि? तर्हि परमाणवः अपि उपाधयः इति वा तत्र? उपाधयः के भवितुम् अर्हन्ति? यस्य जन्म भवति ते एव खलु. ओ, परमाणवः नित्यद्रव्यम्. अस्तु, परमाणवः कालस्य उपाधिः न भवितुम् अर्हन्ति, परन्तु कालिकसम्बन्धेन उपाधिषु भवन्ति. यतोहि यदा कदापि गृहस्य निर्माणं भवतु, अद्य गृहस्य निर्माणं भवतु अथवा श्वः भवतु, यदा कदापि भवतु नाम, परन्तु परमाणवः भवन्ति एव तस्मिन् समये. भगिनी, परमाणु आदि नित्य अत्र विभूद्रव्याणि न भवति? विभुद्रव्याणि अपि अन्तर्भूताः. नित्यद्रव्याणि इत्युक्ते परमाणुः नित्यद्रव्यम्, अनन्तरम् आकाशः, कालः, दिग् आत्मा, मनः नित्यद्रव्यं. तदर्थमेव अत्र उक्तं परमाणुवादि इत्यादि इत्यस्य अर्थे. परमाणुवादि नित्यद्रव्याः द्रव्याणि अपि कालोपाधिषु अथवा जन्येषु भवन्ति कालिकसम्बन्धेन इति. परमाणूनां नित्याधारत्वम् इत्युक्ते कालः तत्र आधारः परमाणूनाम् अपि इति वदन्ति? केवलं कालः इति एव न, परन्तु जन्यमपि आधारः परमाणूनाम्. अस्तु अस्तु, यतोहि अत्र जन्याः समकालीनाम् अधिकरणम् इति अवगच्छति खलु. इदानीं जन्यम् अपि च परमाणु तौ समकालीनौ वा? आम् आम् खलु. आम् जन्यम् अथवा यत् वस्तु जायते तदा परमाणुः भवति एव. आम् अस्मिन् जगति परमाणु सदा भवति. तर्हि अद्य किमपि जायते चेदपि परमाणु भवति, श्वः अपि भविष्यति, ह्यः किमपि अजायत चेदपि परमाणु आसीत्. तर्हि यः कोऽपि वस्तु जायते तस्य समानकालिकः भवति परमाणु नित्यद्रव्याणि. तदर्थं कालिकसमकालीनाः भवन्ति जन्यानाम् इति कृत्वा परमाणूनामपि नित्याधारत्वं भवति जन्येषु. परमाणूनाम् अपि च इतर सर्व नित्यद्रव्याणां. नित्यद्रव्याणां, सत्यम्. अस्तु, तर्हि ते अपि समानकालीनाः जन्यस्य इत्येव वदन्ति ते. सत्यम्. अस्तु अस्तु भगिनि. भगिनी, अत्र नित्य आधेयत्वम् इति भवितव्यं किल? परमाणुवादि नित्य किमर्थमित्युक्ते ते आधेयाः, जन्याः आधाराः. हा हा हा, अस्तु भगिनि, अत्र भवती यद् वदति, यदा परमाणुविषये चर्चा अस्ति चेत् परमाणुवादिनित्याध्येयत्वम् इति वदामः, परन्तु अत्र चर्चा अस्ति जन्यानां विषये. ओ अस्तु. अत्र वाक्ये वाक्यस्य प्रथमभागे पश्यतु, जन्यानां जन्याधारत्वं परमाणुवादिनित्याधारत्वम्. अस्तु, नित्याधारत्वं च अस्तु इति स्पष्टम्. आम्, सो गृहं पद्मालय तस्य परमाणुस्य अधिकरणम् अस्ति. सत्यं सत्यं, पद्मालयः परमाणोः अधिकरणम् अस्ति, आकाशस्य अधिकरणम् अस्ति. यतोहि यदा गृहं निर्मीयते तदा आकाशः इति अस्ति एव. समानकाले अस्ति चेत् समानकालिकाः अधिकरणत्वं तदा भवति. अस्तु वा? अस्तु, तर्हि अग्रे प्रश्नः अस्ति न? अस्तु, सरला भगिनी अग्रे पठति वा? समानकालिकजन्य आधारत्वमेव कथं तत् समानकालिकजन्या आधारत्वमित्यस्य अयम् आशयः ययोः कालिकेन आधाराध्येय अभावः वक्तव्य ताभ्याम् अभिना एका काचन क्रिया सहानुभोक्तव्या. चित्रे पद्मालय उत्पत्तिः 900 उत्तर 1000 1900 अधिकम् 1000 कृष्णाष्टमी नाशक्षण. शिवालयः 950 अधिकम् 900 अधिकम् 1000 उत्पत्तिदिनं श्रावणकृष्णनवमी. अस्मिन् उदाहरणे पद्मालयनाशः 950 अधिकम् 900 अधिकम् 1000 शाकाब्दे कृष्णाष्टम्यां जातः. शिवालयस्तु परेद्यवी उत्पन्नः. अतः घटिकायन्त्रस्य न कापि क्रिया ताभ्यां सह अनुभूता इति तयोः कालिकसम्बन्धः न भवति. अस्तु भगिनि, उच्यताम् अधुना. ओके ओके, अधुना उदाहरणम् अस्ति पद्मालय 900 1000 उत्पत्ति भवति, किन्तु तस्य नाश कृष्णाष्टमी 950 900 वर्षस्य विषये चिन्ता मास्तु. कृष्णाष्टम्यां कृष्णाष्टम्या तस्य उत्पत्ति अस्ति, नाशः अस्ति. शिवालयस्य उत्पत्ति कृष्ण नवमी भवति, एकदिनस्य अनन्तरं. पद्मालयशिवालयः तत् एक समानकाले न भवति, एकदिनम् अपि समानकालं नास्ति. तथैव तयो अत्र एकनिमिषः, अत्र प्रश्नः अस्ति, पद्मालयः नाशः जातः, पद्मालयस्य नाशः जातः, तदनन्तरं शिवालयः जातः. तर्हि पद्मालयशिवालयौ समानकालिकाः वा, समानकालिकौ अस्ति वा? न. किमर्थं तस्य निर्माण पद्मालयस्य नाशस्य तदनन्तरं भवति, तदनन्तरमेव भवति इति कृत्वा तौ समानकालिकौ न स्तः. अपि च किमर्थं समानकालिकौ न स्तः इत्युक्ते काचित् क्रिया अनुभोक्तव्या एव, काचित् समानक्रिया अनुभोक्तव्या इत्युक्ते समानक्रिया इति सूर्योदयः इति चिन्तयतु. सूर्योदय घटिका शाक केलेण्डर् अस्ति. घटिकायन्त्रस्य कापि क्रिया. इदानीं कृष्णनवमी दिने शिवालयः सूर्योदयम् अनुभवति. अस्तु, तामेव क्रियां पद्मालयः न अनुभवति, यतोहि पद्मालयः तु गतः, तस्य नाशः जातः. तर्हि उभयोः मध्ये समानक्रिया नास्ति. सा क्रिया सूर्योदयः भवतु अथवा घटिकायन्त्रस्य अग्रे गमतु, यत्किमपि भवतु, तयोः मध्ये समानक्रिया नास्ति. समानक्रिया न अनुभूतः. अस्तु, तदर्थं समानकालस्य अभावः अस्ति, तत्कारणे आधाराध्येयभावः न भवति. हा, उत्तम भगिनि. तदर्थमेव तौ समानकालिकौ न स्तः, तदर्थम् अधिकरणत्वं, परस्परम् अधिकरणं नास्ति इति कृत्वा आधार आदेयभावः अपि न वक्तव्यः तयोः मध्ये. तदर्थं समानकालिकजन्य आधारत्वमेव कथम् अस्ति. सत्यं सत्यं, समानकालिकानामेव परस्पर अधिकरणत्वम् आधार आदेयभावः अपि सत्यम्. अस्तु भगिनी, अत्र एवमपि वक्तुं शक्नुमः किल, पद्मालयस्य नाशस्य एकदिनस्य अनन्तरं तत्र शिवालयस्य जन्म अभवत् इति, तर्हि तत्र अपि पद्मालयस्य नाशः इति यद्यपि कालिकसम्बन्धेन तत्र नास्ति, कालिकसम्बन्धः द्वयोः मध्ये न वर्तते, तथापि तस्य कालस्य उपाधिं तु स्वीकर्तुं शक्नुमः किल, नाशस्य उपाधिः? आं भगिनि, भवत्या यदुक्तं सत्यं, व्यवहारदृष्ट्या तत् सत्यमेव, पद्मालयस्य नाशनानन्तरम् आसीत् शिवालय, व्यवहारदृष्ट्या सत्यं, किन्तु परस्परम् अधिकरणत्वं नास्ति, यतोहि समानकालिकाः न सन्ति. तदवगतं, परस्परत्वं नास्ति, अधिकरणत्वं नास्ति इति, तर्हि व्यवहारे किं नास्ति इति, केवलं समानकाले अस्तित्वं नास्ति, तावदेव. सत्यं, नाम अत्र न कदापि एतौ समानकालिकौ आस्ताम्. एकं क्षणमपि समानकाले न तिष्ठतः उभौ अपि. तादृशव्यवहारः साधु एव स्यात्, वयं तु कुर्मः एव दैनन्दिनजीवने अपि, परन्तु तत्र समानकालिकः इति न वक्तुमेव शक्नुमः. तेन आधार आदेयभावः अपि न सिद्ध्यति. अस्तु, अग्रे रत्ना भगिनी पठति वा? आं भगिनि, पठामि. शृणोति वा? शृणोमि. अस्तु, समानकालिकजन्याधारत्वम् एव कथं शारदालयस्य नाशक्षणः लिखितं, शिवालयस्य उत्पत्तिदिनं लिखितम्? अत्र अस्मिन् उदाहरणे पञ्चविंशति उत्तर नवशतोत्तर सहस्रं शकाब्दे श्रावणकृष्णसप्तम्यां याः घटिकायन्त्रस्य क्रियाः ताः सर्वाः अपि उभाभ्याम् अनुभूताः, अतः तयोः मध्ये परस्परम् आधार आधेयभावः भवत्येव. इत्युक्ते कृष्णाष्टमी नाशः सप्तमी उत इत्युक्ते एकदिनस्य एकस्मिन् दिने द्वौ अपि स्तः, कृष्णालयः शिवालयः शारदालयः च, अतः तदा एकस्मिन् दिने तेषां परस्पर आधार आधेयभावः आसीत् तद्दिनं. तद्दिनं सप्तमी दिने शिवालयस्य निर्माणम्, अपि च अष्टमी दिने एव शारदालयस्य नाशः इति कृत्वा, तत्र एकं दिनं तु घटिकायन्त्रस्य क्रियाः अनुभूताः उभाभ्यामपि. समानक्रिया अनुभोक्तव्या इति अस्ति खलु, तर्हि एकस्मिन् दिने समानक्रिया भवति, सूर्योदयः वा सूर्यास्तः वा घटिकायन्त्रस्य गमनम् इत्येतादृशाः समानाः क्रिया अनुभूताः उभाभ्यामपि इति कृत्वा, तयोः मध्ये परस्पर अधिकरणत्वं भवति समानकालिकौ स्तः. अत्र कोऽपि प्रश्नः वा? परमार्थः तु उपाधिना परिच्छिन्नः महाकालः जन्यानां नित्यानां च कालिकेन आधारः. उपाधिना परिच्छिन्नः, उपाधिः इत्युक्ते उदाहरणं शारदालयः शिवालयः तथा, तेन परिच्छिन्नः महाकालः जन्यानां नित्यानां च कालिकेन आधारः. इत्युक्ते सर्वे महाकाले वर्तन्ते, जन्याः अपि नित्याः अपि। तत्र न कोऽपि संशयः, महाकाले सर्वाधारत्वम् अस्ति, तर्हि सर्वं वर्तते कालिकेन। अस्तु, अनन्तरं जन्याः अपि तुल्यक्रियापरिच्छेदकानां निखिलानाम् एव जन्यानां कालिकेन अधिकरणानि। जन्याः अपि, हा जन्याः इत्युक्ते शारदालयः अथवा मनुष्याः, प्राणिनः, तथा अपि तुल्यक्रियापरिच्छेदकानां, तुल्यक्रियापरिच्छेदकानां इत्युक्ते सूर्योदयः, तुल्यक्रियापरिच्छेदकः नाम समानकालिकः अथवा उपाधि इत्युक्ते शारदालयः शिवालयः एकस्मिन् समये जातौ इति चिन्तयतु। तत्र एकस्मिन् समये जातौ चेत् समकालिकाः, अपि च तुल्यक्रियाः ताभ्याम् अनुभूताः। तर्हि तौ कीदृशौ इत्युक्ते समकालिकौ नाम तुल्यक्रियापरिच्छेदकौ अपि। भगिनी, अत्र तुल्यक्रिया इत्युक्ते समानक्रिया, समानक्रिया अनुभूतः उभाभ्यामपि, तदैव तुल्यक्रिया, कम्पेरबल् इति। अस्तु, तत्र तुल्यक्रियापरिच्छेदकानाम् इत्युक्ते समकालिकानाम् इति चिन्तयन्तु। निखिलानाम् एव इत्युक्ते सर्वेषाणां, सर्वेषां जन्यानां कालिकेन अधिकरणानि। इत्युक्ते समकालीनाः परस्परे सन्ति इति। समकालीनाः परस्पर किं सन्ति? कालिकेन परस्परम् इति, वदतु भगिनि, उच्चैकरणत्वं सन्ति। समानकालिकाः परस्पर अधिकरणानि भवन्ति। परस्परम् इति उक्तं चेत् परस्परं किं? परस्परम् अधिकरणत्वं भवति जन्यानाम् अथवा तुल्यक्रियापरिच्छेदकानां। परस्परम् अधिकरणं, सत्यं, शिवालयः, पद्मालयः यथा तथैव अस्ति। तर्हि तत्र अंशद्वयमस्ति, बिन्दुद्वयं तु अवगतम् इति मन्ये। प्रथमबिन्दु वदति यत् उपाधिना परिचिनः महाकालः सर्वेषां कालिकसम्बन्धेन आधारः। कालस्य सर्वाधारत्वम् इति यद्वदामः तद् अस्मिन् वाक्ये उक्तं तावदेव, महाकालः सर्वेषाम् आधारः। द्वितीये बिन्दौ जन्याः तुल्यक्रियापरिच्छेदकानां नाम समकालिकानां सर्वेषां जन्यानां कालिकेन अधिकरणानि। तत्तु बुद्धं स्यात्, यः कोऽपि वस्तु जन्यं भवतु तद् समकालिकानाम् आधारः भवति कालिकसम्बन्ध। कोऽपि भ्रमः अस्ति वा द्वितीये अंशे? अस्तु, अग्रे पठतु भगिनि। नित्यानां तु सुतरं, सुतराम् इत्युक्ते जन्याः नित्यानाम् अपि कालिकेन अधिकरणानि भवन्ति, अधिकरणानि भवन्ति। सुतराम् इति उक्तं किमर्थं? निश्चयेन, निश्चयेन, यतोहि नित्यानां तु सर्वदा सर्वदा विद्यमानत्वम् अस्ति। अस्मिन् जगति नित्यवस्तूनि सर्वदा भवन्ति खलु, तर्हि यदा कदापि जन्यवस्तु जायते तदा नित्यवस्तु भवति एव इति कृत्वा नित्यानां सुतराम् अधिकरणं भवति जन्यवस्तूनि। तदर्थमेव एम्फसिस् कृते तत्र सुतराम् इति उक्तम्। भगिनी, जन्याः कालस्य उपाधिः, अतः एतत् सर्वं वदामः किल? सत्यं. जन्यस्य कालोपाधित्वम् अपि च अधिकरणत्वम् इति धर्मद्वयमस्ति. तदर्थमेव एतत् सर्वं जातम्. अस्तु, अनन्तरं अग्रिमं पठतु भगिनि. हा, तथाविध परिच्छेदयोग्यत्व अभावात् महाकालातिरिक्तनित्याः कालिकेन अधिकरणानि न भवन्ति इति दिक्. इत्युक्ते उदाहरणं भवति आकाशः, आकाशे महाकालस्य अथवा कालस्य परिच्छेदकत्वं नास्ति, अतः आकाशः आकाशम् अधिकरणम् इति न भवति. अत्र प्रथमं प्रथमं पदं तथाविधपरिच्छेदयोग्यताभावात् पृथक् पृथक् लिखन्तु. तथाविधपरिच्छेदयोग्यता अभावात् कीदृशपरिच्छेदकयोग्यताभावात्? कालस्य परिच्छेदकयोग्यताभावात् महाकालातिरिक्तनित्याः. महाकालातिरिक्तनित्याः के के? आकाशम्, आकाशः, आत्मा, दिक्, मनः. तर्हि महाकालातिरिक्तनित्याः चत्वारः सन्ति किल, तेषां योग्यता नास्ति कालस्य परिच्छेदनार्थं. कालपरिच्छेदयोग्यताभावः अस्ति इति कृत्वा ते सर्वे कालस्य उपाधि भवितुम् अर्हन्ति वा? न भवन्ति खलु. यः कोऽपि कालस्य परिच्छेदनं कर्तुम् अर्हति, क्रिया भवतु अथवा गृहं वत् जन्यं भवतु, तस्यैव तादृशी योग्यता भवति. महाकालिका नित्याः, तेषां जननं नास्ति, ते तु सर्वदा भवन्ति इति कृत्वा तेषां कालपरिच्छेदयोग्यता नास्ति, तेन ते कालस्य उपादयः न भवन्ति, तदर्थं ते अधिकरणानि अपि न भवन्ति कालिकसम्बन्धेन इति उक्तमत्र. स्पष्टमस्ति किम्? अथवा अत्र कोऽपि प्रश्नः? भगिनी, प्रश्नः अस्ति, तत्र पूर्वं परमाणुः नित्यम् इति पठितवन्तः खलु, परन्तु परमाणुः द्रव्यं नास्ति, तर्हि कथं साधयितुं शक्नुमः परमाणु नित्यम् इति? परमाणु द्रव्यमस्ति एव, परन्तु अस्तु, अहं चिन्तयामि. भवती यत् चिन्तयति यत् तत्र नवसु द्रव्येषु परमाणु इति नास्ति इति खलु? अखिल भगिनि, तत्र प्रथमे पुटे पृथ्वी, जलं, तेजः, वायुः इत्यस्मिन् परमाणु नास्ति, तर्हि कथं द्रव्यं स्यात् इति भवती प्रायः चिन्तयति इति चिन्तयामि. सत्यं, किन्तु अत्र लक्षणवाक्ये पश्यति, स्मरति वा, तत्र नित्य परमाणुरूप, अनित्य कार्यरूप इति आसीत्. गन्धवती पृथ्वी इति स्वीकरोतु. त्रिंशत् सप्तत्रिंशत्तमे पुटे गन्धवती पृथिवी, सा द्विविधा, नित्या अनित्या च, नित्या परमाणुरूपा, अनित्या कार्यरूपा इति उक्तम्. तर्हि परमाणु अपि द्रव्यं, परमाणु अपि द्रव्यम् अस्ति, द्रव्यस्य नित्यरूपं परमाणु अस्ति इति कृत्वा परमाणु द्रव्यमेव. किन्तु तादृशद्रव्यमस्ति परमाणु यस्य पुनः विभजनं न भवति, तावदेव. तर्हि प्रत्येकं द्रव्यं यदस्ति तत्र पृथ्वी, जलम् इति, सर्वेषां द्रव्याणां परमाणुः अस्ति. सत्यं सत्यं. सर्वाणि लक्षणवाक्यानि पठतु. तत्र शुद्ध स्पर्शवत्यः तत्रापि अस्ति, नित्या नित्या च, नित्या परमाणु. तर्हि परमाणवः द्रव्याणि एव, किन्तु पुनः खण्डनम् अथवा विभजनं न भवति तेषाम् इत्येव अस्ति. परन्तु परमाणुः इति द्रव्ये पृथक् भेदः इति नास्ति, प्रत्येकं द्रव्ये परमाणुः परमाणुः अपि अस्ति इति प्रत्येकं द्रव्यस्य परमाणुः भवति, परमाणवः भवन्ति. अस्तु तर्हि एतावता स्पष्टं स्यात् चत्वारः अंशाः. अस्तु तर्हि वर्धिनी भगिनी, अपि च चत्वारे चतुर्थे अंशे तत्र दिक् इति अस्ति खलु. दिक् इत्युक्ते अलम् इति, दिक् इति दिशा इति नास्ति, डैरेक्षन् इति नास्ति, तदपि स्मरन्तु. अस्तु वर्धिनी भगिनी अग्रे पठति वा. दिशः निरूपणम्, इदानीं दिशं निरूपयति प्राच्यादि व्यवहारहेतुर्दिक् सा चैक विभि विभ्वि नित्या च इति, इह इयं प्राची इयं प्रतीचि इत्यादि शब्दप्रयोगात् प्रयोगान् आदाय तज्जन्यं ज्ञानं च आदाय नित्यं चिन्त्यं तादृशप्रयोगः व्यवहारः न दिशं विना सम्भवति इति तत्कारणत्वं दिशि स्थिरम्. अस्तु भगिनि उच्यताम्. प्राच्यादिव्यवहारः हेतुः इति लक्षणवाक्यमस्ति. दिक् इत्युक्ते प्राच्यादिव्यवहारः सत्यं, सा च एका विभि नित्या च इति, दिक् नित्या विभि, विभ्रि इति स्त्रीलिङ्गपदं, विभूपदस्य विभ्रि स्त्रीलिङ्गपदम्. नित्य दिक् सत्यं नित्य अस्ति. इह इयं प्राची इयं प्रतीचि इत्यादि शब्दप्रयोगान् आदाय तज्जन्यं ज्ञानं च आदाय चिन्त्यं, यत्र यत्र प्राची प्रतीचि इति अस्ति तत्र ज्ञानमपि आदाय चिन्तनीयम्. सत्यं, तत्र प्राची प्रतीचि इति प्रयोगः दिक् विना, अस्तु दिशं विना भवति वा? प्राची इत्युक्ते ईस्ट्, प्रतीचि इत्युक्ते वेस्ट्, अस्तु उदीचि उत्तरम् अथवा नार्थ्, अपाचि सौत् दक्षिण. अस्तु एतादृशप्रयोगस्य कृते अन्यत् एकं द्रव्यं भवतु, तद् किम्? अत्र कस्य द्रव्यस्य चर्चा अस्ति अधुना? दिक् इत्यस्य चर्चा अस्ति. प्राचि प्रतीचि इत्यादिशप्रयोगाणां कृते नूतनद्रव्यस्य आवश्यकता अस्ति, तादृशप्रयोगः व्यवहारः न भवति, नो चेत् तादृशव्यवहारस्य कृते एकम् आवश्यकं, तदेव दिक् इति नित्यद्रव्यम् अस्ति इति अत्र सूचितं, तावदेव अस्ति. तादृशप्रयोगः व्यवहारः न दिशं विना सम्भवति इति तत्कारणत्वं दिशि स्थिरम्. दिशि कारणत्वम् अस्ति, यथा पूर्वस्मिन् उदाहरणे काले कारणत्वम् अस्ति शब्दप्रयोगस्य कृते, अतीतः गतः इति प्रयोगः अस्ति चेत् तस्य कारणं कालः. अधुना इयं प्रतीचि इयं प्राचि इति शब्दप्रयोगस्य कारणमस्ति दिक् इति कृत्वा तत् कारणत्वं दिशि स्थिरम् अथवा दिशि भवति इति. अस्तु इति नूतनद्रव्यस्य परिचयः, तच्च नूतनद्रव्यमस्ति दिक्. अस्तु अग्रे लक्ष्मी भगिनी पठति वा. लक्ष्मी भगिनी अस्ति किम्? अखिला भगिनी पठति वा. अहमस्मि भगिनि. लक्ष्मी भगिनी अस्ति किल पठतु. इति चित्रं भवेत् इहापि एकैव दिक् अनादिः अनन्ता इहापि एकैव दिक् अनादिः अनन्ता न इह तत्र प्राची प्रतीची इत्यादि व्यवहारयोग्या भवति इति कञ्चन परिच्छेदकम् उपाधिमादायैव ते व्यवहाराः सम्पद्याः. अतः उदयगिरिं स्थिरीकृत्य तत्र प्राची अस्ताचलमादाय प्रतीचि इत्येवं व्यवहाराः प्रसिद्धाः. सो तत्र चित्रं भवति उदयगिरिः प्राचीत्वं तत्र निष्ठप्रयोजनं करणीयं वा भगिनि? अस्तु, सत्यं भगिनि. इदानीं तत्र आकारः अतीतः घटः इति आकारः आसीत् खलु, तथैव अत्र आकारः कः? उदयगिरिः. हा, अतीतः घटः, अतीतः विशेषणं घटः विशेषणं घटः आकारः. एकनिमिषः. आकारः इत्युक्ते शब्दप्रयोगः, ज्ञानजनकशब्दप्रयोगः आकारः इति अस्ति. ज्ञानस्य शब्दरूपेण वदनम् आकारः. अतीतः घटः इति आकारः आसीत्. अतीतत्वं विशेषणं, घटः विशेष्यम्. अत्र तादृशशब्दप्रयोगः किं भवति? उदयगिरिः उदयगिरिः निष्ठप्राचीत्वं. एकनिमिषः. उदयगिरि निष्ठप्राचीत्वम् इति वदति चेत् तत्र विशेषणं किम्? विशेषणं प्राचीत्वं. विशेष्यं किम्? विशेष्यम् उदयगिरिः. उदयगिरिः, सम्यक्. तर्हि आकारः अथवा ज्ञानस्य शब्दप्रयोगः भवति प्राची उदयगिरि इति. बुद्धं वा? अतीतः घटः इति यथा आसीत् तथैव प्राची उदयगिरि. तदनन्तरं यद् भवत्या उक्तं तत् सत्यम्. उदयगिरौ किं किम् अस्ति? विशेष्यता अस्ति, विशेषतानिरूपकज्ञानम् अस्ति. हा, सम्यक्. विशेषता उदयगिरौ विशेषता अस्ति, अनन्तरं प्राचीत्वम् अपि अस्ति खलु. प्राचीत्वे किम् अस्ति? प्राचीत्वे प्रकारता अस्ति. प्रकारता अस्ति. तत्र यद् ये शराः दर्शिताः आरोस् तत्र निष्ठा इति नास्ति, निरूपकनिरूप्यभावः स्थापयतु. अस्तु. तत्र निरूपकनिरूप्यभावः एवं भवितुमर्हति वा? प्राचित्वनिष्ठप्रकारतानिरूपित उदयगिरिनिष्ठविशेष्यता. प्राचित्वनिष्ठप्रकारतानिरूपित उदयगिरिनिष्ठविशेष्यता इति भवति, तथैव उदयगिरिनिष्ठविशेष्यतानिरूपित प्राचित्वनिष्ठप्रकारता इति अपि भवति. तर्हि विशेषणं किं, विशेष्यं किम् इति जानीमश्चेत् प्रकारता कुत्र अस्ति, विशेषता कुत्र अस्ति इति जानीमः. तदनन्तरं सर्वं सुलभं. यथा भवत्या उक्तं, ज्ञानं कीदृशम्? प्राची उदयगिरि निष्ठ विशेष्यता निरूपक ज्ञानम्. प्राची उदयगिरि निरूपक विशेष्यता ज्ञानं. उदयगिरिनिष्ठविशेषता निरूपकज्ञानम् इति साधु. प्राची उदयगिरि पुनः मास्तु. अस्तु, अनन्तरं भगिनि क्षम्यतां, भगिनि प्रश्नः अस्ति. यदा अतीतः कालः इति पठितवन्तः, अतीतः कालः इति विषये यत्र विशेष्यता अस्ति तत्र घटे विशेषता अस्ति, प्राचित्वे विशेषणमस्ति तर्हि विशेषता इति तत्र तत्र भावम् आसीत्. प्राचीत्वं यत् अस्ति तत्र प्रकारता अस्ति. अनन्तरं प्रकारतानिरूपितज्ञानं विशेषतानिरूपितज्ञानम् इति पृथक्तया कृतवन्तः खलु तत्र गत अतीत्वविषये यदा कृतवन्तः. अत्र किमर्थं तत्र विशेषता निरूपितप्रकारता इति अपि अस्ति? तत्र विशेषता निरूपितप्रकारः भवितुमर्हति भगिनि. तत्र अतीतः घट इत्यस्मिन् अपि घटनिष्ठविशेषतानिरूपितप्रकारताश्रयः अतीतः इति भवति. अतीतत्वम् अस्तु, चित्रं मनसि रचय. तत्र पृष्ठसङ्ख्या पञ्चाशत् पश्यामः चेत् तत्र विशेषतातः शरः प्रकारतापर्यन्तं न गच्छति खलु? तत्र केवलं तत्र न दर्शितवन्तः वा? न दर्शितवन्तः तावदेव, परन्तु तत्र भवितुम् अर्हति. निश्चयेन निश्चयेन भवति. घटे या विशेषता अस्ति सा प्रकारतायाः निरूपका निरूपिका भवति. अस्तु, अतीतत्वे या प्रकारता अस्ति सा अपि घटनिष्ठविशेषतायाः निरूपिका भवितुम् अर्हति. तत्र न दर्शितवन्तः तावदेव. अस्तु, धन्यवादः. भगिनी, थर्टि त्रि पेज् वयं संस्कृता विषयता अस्ति निरूपता परस्परं. सत्यं भगिनि, तथैव अस्ति. संसर्गता विशेषता प्रकारता परस्परनिरूपकाः भवन्ति. भगिनि, किन्तु पञ्च 55 पेज् अतीतत्वं निरूपितज्ञानं प्राचीनत्वम् अहं वयं न से प्राचीतत्वं न एकनिमिष. तत्र किम् आसीत्? अतीतः घटः इति आसीत् खलु. अस्तु, अतीतः इति विशेषणवाचकपदम्. विशेषणवाचकपदतः विशेषणं किम् इति अवगन्तुं त्वं योजनीयं. त्वम् उन्नतः वृक्षः इति अस्ति चेत् उन्नतः विशेषणवाचकपदं, परन्तु विशेषणम् अस्ति औन्नत्यम् अथवा उन्नतत्वं वस्तुतः किल. विशेषणविशेषभावे पठितम्. अतीतः घटः इति वदामश्चेत् तत्र विशेषणवाचकपदम् अतीतः. तर्हि वस्तुतया विशेषणं किम्? अतीत प्लस् त्वम्, अतीतत्वम्. अधुनापि प्राची उदयगिरि इति अस्ति, प्राची विशेषणवाचकपदं, तर्हि वस्तुतया विशेषणं किम्? प्राचीत्वम्. प्राचीत्वम् इत्येव अत्र प्रदर्शितम्. किन्तु प्राचीत्वं तस्मै प्राचीतत्वम् अवच्छेदकता प्रकारता. अस्तु, भवती किं पृच्छति? सत्यं सत्यं भगिनि, यदा भवती उक्तवती तत् सत्यं. प्राचीत्वं अवच्छिन्न प्रकारत. इदानीम् अत्र शार्ट्कट् अस्ति प्राचीत्वम् अवच्छिन्न प्रकारता निरूपितज्ञानं. सत्यं, तत्र अवच्छिन्न इति वक्तुं प्राचीत्व प्लस् त्व योजनीयं भवति. प्राचीत्व अवच्छिन्न प्रकारता निरूपकं ज्ञानं. भवती यदुक्तवती तत् सत्यमेव. अस्तु, तर्हि गृहे चित्रं निर्माति चेत् सौलभ्यं भवति. यथा भगिन्या उक्तं, तत्र सर्वं दर्शयितुं शक्नुमः. अवच्छिन्न, अवच्छेदक इत्यादिकं दर्शयित्वा गृहं रचयन्तु, क्षम्यतां, चित्रं रचयन्तु गृहे. अस्तु, तर्हि लक्ष्मी भगिनी, अन्यत् सर्वं स्पष्टमिति चिन्तयामि. ज्ञाने जन्यता अस्ति, शब्दप्रयोगे जनकता जन्यता, उभे अपि स्तः दिशि जनकता अस्ति इत्युक्ते कारणत्वम् अस्ति दिशि दिशः कारणेन एव प्राची उदयगिरि प्रतीचि इति सर्वम् अस्ति इति कृत्वा दिक् अस्ति कारणम् इति चित्रे प्रदर्शितं पृष्ठस्य अधोभागे यद् लिखितमस्ति तत् पठतु भगिनि इहापि इहापि एकैव दिक् अनादिः अनन्ता न इह तत्र प्राची प्रतीचि इत्यादि व्यवहारयोग्या भवति इति कञ्चन परिच्छेदकम् उपाधिम् आदायैव ते व्यवहाराः सम्पत्याः दिक् स दिक् अनादिः अनन्ता च एकैव दिक् तु न अस्ति खलु अनादिः अनन्ताः तत् समीचीनम् एकैव एकनिमिष एक दिक् तु अनादि अनन्तः यथा कालः अनादि अनन्तः तथैव परन्तु अस्माकं व्यवहारसौकर्यार्थं परिच्छेदकम् उपाधिम् आदाय कालस्यापि व्यवहारसौकर्यार्थं क्रिया इति उपाधिः स्वीकृतः अत्रापि तथा अस्ति परिच्छेदकम् आधाय इह तत्र प्राची प्रतीचि इति बहवः दिशाः स्थापिताः परन्तु दिक् एकः एव केवलम् उपाधिभेदात् तथा दृश्यते दिक् बह्व्यः सन्ति दिशः बह्व्यः सन्ति इति समीचीनम् तर्हि किं कृतवन्तः तदर्थम् उदयगिरिम् अतः उदयगिरिं स्थिरीकृत्य तत्र प्राची अस्ताचलम् आदाय प्रतीचि इत्येव व्यवहारः प्रसिद्धाः इति उपाधिः अस्ति यथा कालस्य उपाधयः आसन् तथैव दिशः उपाधयः एवम् उदयगिरि अस्ताचलम् इत्यादिकम् उदयगिरि प्राची इति वदति चेत् अस्तु उदयगिरि प्राची इति वदति चेत् उदयगिर्याः पश्चिमदिशि यत्किमपि भवति तत् प्रतीचि अस्ताचलम् आदाय प्रतीचि इति अस्ताचलः प्रतीचि वदति चेत् तस्मात् पूर्वं किमपि यत्किमपि भवति तत्सर्वं प्राची इति कृत्वा दिशः विभजनम् अस्ति उपाधिनिर्माणम् अस्ति अस्ताचलम् इत्युक्ते चलनं क्रिया न भगिनि अस्ताचलं कश्चन पर्वतः अस्ति इति मन्ये प्रायः इति किमपि स्थानं कमपि स्थानम् आदाय एतद् प्राची अन्यत् प्रतीचि इति उक्त्वा दिशः उपाधिस्थापनं कृत्वा अनादि अनन्तस्य अनादि अनन्ता या दिक् अस्ति तस्याः व्यवहारयोग्यता भवति इत्येव प्रमुखः बिन्दुः अनन्तरं तस्य चित्रस्य शब्दैः वाक्यैः निरूपणम् अधोभागे अस्ति लक्ष्मी भगिनी पठति वा अन्तिमः परिच्छेदः इहापि उत्तरादिक् तत् खलु न भगिनि पृष्ठस्य अधोभागे इहापि ओ इहापि काललक्षणात् पूर्वं परिच्छेदः अस्ति तत्तु न पठितम् इह उदाहरणं पश्यामः शिवालयमादाय तत्तु न पठितम् एतत्तु चित्रस्य निरूपणमस्ति तदर्थम् इहापि इति पठति ओ अस्तु अस्तु भगिनि इहापि काललक्षणात् काललक्षणदर्शितरीत्या उदयगिरित्व अवच्छिन्न विशेष्यतानिरूपित प्राचित्व अवच्छिन्न प्रकारतानिरूपक ज्ञाननिष्ठ ज्ञानत्व अवच्छिन्न ज्ञानत्व अवच्छिन्नक अवच्छिन्न कार्यतानिरूपित शब्दप्रयोगत्व अवच्छिन्न कारणतानिरूपित शब्दप्रयोगनिष्ठ शब्दप्रयोगत्व अवच्छिन्न कार्यतानिरूपित कार्यतानिरूपित कारणत्व आश्रयत्वं दिशः लक्षणम् इति एतस्य चित्रस्य निरूपणमस्ति गृहे चित्रं निर्माय पठन्ति चेत् सौलभ्यं भवति अपि च यथा भगिनी उक्तवती प्राचीत्वावचिन्न इति तत्रापि अस्ति पश्यन्ति चेत् इति चित्रस्य निरूपणम् अस्तु अखिला भगिनी मध्ये यः परिच्छेदः अस्ति पठति वा आं भगिनि, इह उदाहरणं पश्यामः. शिवालयमादाय चिन्त्यते चेत् पद्मालयः तस्य उदीच्यां वर्तते इति सा तस्य उदीची भवेत्. परन्तु शारदालयमादाय चिन्तने तु पद्मालयः दक्षिणदिशि वर्तते इति सा तस्य दक्षिणा भवेत्. अतः एक एव पद्मालयः दक्षिणा अपि भवति उत्तरा अपि. इत्युक्ते तत्र यदा तत्र उदाहरणं दत्तमस्ति, तत्र शिवालयः, पद्मालयः, शारदालयः इति गृहत्रयम् अत्र अस्ति. तत्र शिवालयः दक्षिण दिशायाम् अस्ति, तस्य उदीचि उत्तरदिशायां पद्मालयः अस्ति, तस्यापि उत्तरदिशायां शारदालयः अस्ति. शारदालयः आधारीकृत्य पश्यामः चेत् पद्मालयः तस्य दक्षिणदिशायाम् अस्ति. शिवालयः आधारीकृत्य पश्यामः चेत् पद्मालयः तस्य उत्तरी दिशायाम् अस्ति. तर्हि एकमेव पद्मालयः दक्षिणा अपि भवितुम् अर्हति, उत्तरा अपि भवितुम् अर्हति. तत्र यस्य आधारेण पश्यामः इति, येन आधारेण पश्यामः तस्मात् कारणात् तत्र दिशभेदं भवितुम् अर्हति. इति एव अस्ति विषयः. तर्हि अत्र पर्यन्तं सञ्जातं शनिवासरे अपि चर्चा. अन्य कोऽपि प्रश्नः अस्ति वा भगिनि? गृहे चित्रस्य पुनः निर्माणं कृत्वा एतम् अग्रिमं परिच्छेदं पठन्ति चेत् सर्वं सम्यक्तया बुध्यते इति चिन्तयामि. अस्तु भगिनि, धन्यवादः. धन्यवादः. धन्यवादः. शुभरात्रिः. धन्यवादः भगिनि.